गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं वयम् आत्मनः लक्षणनिरूपणावसरे स्मः। तत्र ज्ञानाधिकरणम् आत्मा इति लक्षितम् अस्ति, अपि च स च आत्मा द्विविधः जीवात्मा परमात्मा च इति। तत्र गते वर्गे यत् भवद्भिः पठितं तस्मिन् विषये श्रीराममहोदयस्य उपस्थापनम् इदानीं भवति। श्रीराममहोदय अस्तु महोदय, धन्यवादः। गतवर्गे तस्मात् पूर्वं सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्वभावः इति पठितवन्तः। तत्र समवायसम्बन्धस्थले, संयोगसंयोगस्थले, अपि च कालिकासम्बन्धस्थले तत्र वृत्तिनियामकत्वं भवति इति अस्माभिः अधीतं। तत् किम् इत्युक्ते तत्र वृत्तिः इत्युक्ते आधेयः, नियामकत्वम् इति किं सूचयति इत्युक्ते तत्र अवच्छेदकः अवच्छेदकं सूचयति। अत्र वृत्तिनियामकत्वम् इत्युक्ते आधेयः भवति तत्र, अपि च अवच्छेदकः भवति। तदनन्तरम् अस्माभिः अधीतं यत् केचन न्याय आचार्यः विषयतासम्बन्धस्थले वृत्तिनियामकत्वं न स्वीकुर्वन्ति इति तु अस्मिन् ग्रन्थे भट्टाचार्याणां मतम् एव स्वीकृतम् अस्ति। तद् किमित्युक्ते विषयतासम्बन्धस्थले अपि यत्र इदानीम् उदाहरणं दास्यामि, अयं घटः इति ज्ञानम् अस्ति, तत्र विषयतासम्बन्धः घटे विषयता इति विषयतासम्बन्धेन ज्ञानं घटे वर्तते, तत्र आधारादेः भावः अस्ति इति एव इदानीम् आचार्यस्य मतम् अस्ति। तद् अस्माभिः अधीतं। तदनन्तरं लक्षणग्रन्थे अस्ति जीवात्मा परमात्मा चेति, सह द्विविध आत्मा सह द्विविध जीवात्मा परमात्मा चेति इति। तत्र इदानीं तदनन्तरं तत्र ईश्वरः सर्वज्ञः परमात्मा एकः एव इति अस्ति। तु लक्षणग्रन्थे जीवात्मा परमात्मा इति उक्त्वा किमर्थम् ईश्वरस्य निरूपणं कृतम् इति सूचिकटाहन्याय अस्माभिः अधीतं। सूचिकटाहन्यायेन ईश्वरस्य निरूपणं सुलभम् अस्ति इत्यतः तद् स्वीकृतम्। ईश्वरस्य निरूपणं कथं कृतम् इत्युक्ते यदा आकाशस्य निरूपणम् अथवा वायोः निरूपणं तादृश निरूपणं नास्ति, तु अन्यरीत्या करणीयः। किमर्थम् इत्युक्ते ईश्वरस्य गुणः कः इति अस्माभिः न ज्ञायते, अतः भिन्नरीत्या कृता निरूपणं कृतम् अस्ति। तत्र यत्र इदानीं घट निर्माणकाले तत्र केचन चेतनः तत्र भवेत् इति अस्ति, चेतनः विना घटस्य निर्माणं न भवति। तादृशमेव परमाणुज्वनकानां निरूपणस्य कारणं चेतनः कोऽपि भवति इति स्वीकृत्य सः जीवः नास्ति इत्यतः ईश्वरः भवेत् इति नैयायिकानां मतं। तत् अपि च जीवेभ्यः भिन्नः अस्ति, सः सर्वज्ञः अस्ति, विलक्षणः अस्ति, तस्य ज्ञानं विलक्षणः अस्ति, तस्य एकत्व एव लाघवार्थम् अस्ति। तस्मिन् इच्छा ज्ञान कृतीनां नित्यत्वमपि अस्ति, अतः दुःख सुखदुःखानाम् अभावः अपि तस्मिन् अस्ति इति अधीतम् अस्माभिः। समीचीनं महोदय, तत्र भवता उक्तम् ईश्वरस्य साधनावसरे तत्र चेतनः तु आवश्यकः अस्ति, किन्तु सः जीवः नास्ति इति उक्तं, सः जीवः नास्ति इति कथं वा निश्चितं? तादृशचिन्तनं पुस्तकेन दत्तं किल, जीवः नास्ति इति नास्ति, चेतनस्य आवश्यकता अस्ति इति तु सत्यं, जीवस्य तु ज्ञानं भवति किन्तु जीवः सर्वज्ञः नास्ति। अत्र अत्र कः तर्कः दत्तः वर्तते? अहं चिन्तयामि यथा जीवस्य तादृशज्ञानम् अस्ति चेत् वयमपि जनकानाम् अथवा परमाणुनिर्माणं कर्तुं समर्थः भवति, तादृशः कोऽपि जीवः न एतावत् दृश्यते। हा इति निश्चयेन तदपि अनुमानमेव इति कृत्वा अत्र तर्कः कथं प्रचलति इति चेत्, चेतनः आवश्यकः अस्ति, यस्य कस्यापि उत्पादनार्थं चेतनस्य आवश्यकता अस्ति इति तु सत्यं। वयं तु जानीमः तत्र परमाणवः नित्याः, किन्तु परमाणोः मध्ये यदा संयोगः जायते तस्मात् कार्यं जणुकं त्रिणुकं चतुरणुकं तदनन्तरं घटपर्यन्तं यत् कार्यं भवति तस्य कार्यस्य चेतनस्य आवश्यकता अस्ति इति कृत्वा तादृशकार्यं येन कर्तुं शक्यते इति चेत् तत्र ईश्वरः इति कोऽपि भवतु, न साक्षात् परमाणोः उत्पादनं ततः आरभ्य सर्वं घटपर्यन्तं हा इति कृत्वा तत्र नैयायिकानां मतानुसारम् ईश्वरः तु केवलनिमित्तकारणमस्ति, इत्युक्ते इण्टेलिजेण्ट् कास्. उपादानकारणं तु परमाणवः, परमाणवः तु नित्याः इति कृत्वा तत्र परमाणूनां सृष्टिः कः करोति इति प्रश्नः न उदेत्येव. हा इति अस्ति इति एकम्. अपि तु तत्र वृत्तिनियामकत्वं वृत्ति अनियामकत्वं विषयतासम्बन्धस्य सम्बन्धे इति भवता उक्तं किल, तत्र मतद्वयं किम् इति पुनः वदति वा? अस्तु महोदय, तत्र श्रीमज्जगदीश तर्क अलङ्काराणां मतानुसारं तत्र विषयतासम्बन्धः इदानीं ज्ञानं घटे वर्तते इति उदाहरणं स्वीकुर्मश्चेत् तत्र विषयतासम्बन्धः अस्ति, न तु आधाराधेयभावः. वर्तते इति अस्ति, वर्तते तु तत्र आधाराधेयभावः न सूचयति इति तेषां मतं तु. गदाधारभट्टाचार्याणाम् आशय तु अस्ति तत्र आधाराधेयभावः अस्ति इत्येव. यदा विषयतासम्बन्धे ज्ञानं घटे अस्ति इति वदने तत्र आधाराधेयभावः अपि अस्ति इति तेषां मतं. हा इति तत्र सम्बन्धः एकस्मिन् मतानुसारं तत्र जगदीश्वर जगदीश तर्कालङ्कारमतानुसारं तत्र केवलं सम्बन्धः एव वर्तते इति तेषां मतं, न तु आधारादेयभावः. किन्तु गदाधरभट्टाचार्यमतानुसारं सम्बन्धः अपि अस्ति, तत्र सम्बन्धः भवत्येव, सम्बन्धं विना आधारादेयभावः न वक्तुं शक्यते, किन्तु केवलं सम्बन्धः नास्ति, तस्मिन् उपरि आधारादेयभावः अपि वर्तते इति गदाधरभट्टाचार्याणाम् आशयः. अपि च इदानीं तर्कसङ्ग्रह कारस्य मतं किम् अत्र? तत्र तर्कसङ्ग्रहे ज्ञान अधिकरणम् आत्मा इति उक्तमस्ति, अतः यदा अधिकरणम् इति अस्माकम् आचार्य वदति अधिकरणम् इति उक्तं, तद् किमर्थम् इत्युक्ते तत्र आधारादेभव अस्ति, अपि च तत्र कालः अपि अधिकरणम् अस्ति, अपि च यदा कालिकासम्बन्धेन कालः अपि अधिकरणम् अस्ति. न न, मम प्रश्नः एवमेव, तत्र केवलम् एतदेव वक्तव्यम्. इदानीं तर्कसङ्ग्रह आचार्यस्य मतं किम् इति. तत्र आधारादेभव अस्ति इति. हा अस्ति, किमर्थम् इत्युक्ते तत्र ज्ञान अधिकरणम् आत्मा इति अधिकरणपदं प्रयुक्तं किल, प्रयुक्तम् अस्ति. अतः आधार आधेयभावः एव ग्रन्थकारेण स्वीकृतम् इति अस्ति. समीचीनं महोदय, तत्र एकः प्रश्नः अस्ति. वदतु. पुटसङ्ख्या अस्ति 65, पञ्चशीति इति षष्टि अस्ति. तत्र उपरि द्वितीयपङ्क्तौ आत्मा नित्यः इति चेत् ज्ञानं, तदा ज्ञानात्मनौ विषयतासम्बन्धेन सम्बन्धौ इत्यावन्मात्रम् इति अस्ति. तत्र तत्र सम्बन्धः अस्ति, न तु आधारादेभावः. आत्मा नित्य इति कारणेन वा? नास्ति, तत्र नित्यत्वम् अत्र हेतुः नास्ति. इमौ सम्बन्धौ किमर्थं तत्र आत्मा नित्यः इति चेत् इति लिखितमस्ति? आत्मा नित्यः इति चेत् ज्ञानं, तदा ज्ञान आत्मनो विषयतासम्बन्धेन सम्बद्धौ इत्येतावन् मात्रम्. तत्र हेतुः इति न उक्तम्, आत्मा नित्यः इति चेत्. ओ एकनिमिषं, तत्र घटविषयकज्ञानम् उत्पन्नं चेत् तत्र पश्यतु, पूर्णं पठामि. तत्र किं तर्हि इमौ सम्बन्धौ एतावदेव, घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बद्धे एतावन्मात्रम् इति. तत्रापि चेत् पदं प्रयुक्तं, घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बद्धे इत्येतावन्मात्रम् इति जगदीश अलङ्काराणां मतम्. आत्मा नित्यः इति चेत् ज्ञानं, तदा ज्ञान आत्मनो विषयतासम्बन्धेन सम्बद्धौ इत्येवन् इत्येतावन् मात्रम्. तत्र आत्मा नित्यः इति कृत्वा तस्य नित्यपदार्थेन यत्किमपि सम्बन्धं भवतु तदपि नित्यं भवतु इति तादृशं चिन्तनं मास्तु इति प्रायः तत्र उक्तम् इति. अन्येषां चिन्तनं किमस्ति अत्र? तत्र हेतु किम् इति न उक्तम् इति भासते तत्र. आमां, तत्र नित्यः इति हेतुः नास्ति इति भाति. सीमा भगिनी, भवती किं चिन्तयति? अहमपि तदेव चिन्तयामि, अत्र नित्यत्वहेतु नास्ति, किन्तु ज्ञानस्य प्रकारं द्विविधम् अस्ति, घटविषयकज्ञानम् अपि आत्मानित्य इति ज्ञानम्. द्वयोः मध्ये भेदं नास्ति, तद् मम मनसि अस्ति, यतोहि विषयतासम्बन्धेन सम्बद्धे एव अस्ति स्थलद्वये. हा समीचीनम्, समीचीनम्. अपि च इदानीं तत्र सीमा भगिन्याः वदनस्य अनन्तरं मम इतोपि किञ्चिदिव बोधः जातः. तत्र इदानीं ज्ञानस्य आकारः, सीतामहोदय पश्यतु, ज्ञानस्य आकारः किम् इति चेत् आत्मा नित्यः इति ज्ञानम्. यथा अयं घटः इति ज्ञानस्य आकारः भवति, तथा आत्मा नित्यः इति ज्ञानं चेत् तदा ज्ञान आत्मनो विषयतासम्बन्धेन सम्बद्धः इति. तत्र ज्ञानस्य आकारः उक्तं तावदेव, आत्मा नित्यः प्रायः तत् कोट् मध्ये अस्तु. महोदय मया न श्रुतम् अन्तिमवाक्यं किं महोदय? हा तत्र आत्मा नित्यः इति कोट्स् मध्ये स्थापयतु, आत्मा नित्यः इति ज्ञानस्य आकारः, अयं घटः इति ज्ञानस्य आकारः भवति, नीलो घटः इति ज्ञानस्य आकारः भवति, एवमेव आत्मा नित्यः इति चेत् ज्ञानम् इति चेत् ज्ञानम् हा इत्यपि एकमपि एकः प्रश्नः अस्ति, आत्मविषयकं ज्ञानम् इति अस्ति चेत् अहम् अस्मि तावत् तादृशज्ञानं वा महोदय? न न न पुनः पृच्छतु, अहमस्मि इति वा? अहम् अस्मि आत्मा अहम् इति सूचयति वा? अहम् आत्मा इति द्रव्यम्, अहं यदा वेदान्ते अहं यत् अस्ति तदेव आत्मा इति वदति खलु, तादृश वा? नैयायिकानां मतं तु किञ्चित् भिन्नः अस्ति, तत्र जीवः इति तत्र आत्मा द्विविधः, जीवात्मा परमात्मा च इति, जीवः इत्युक्ते कः इति चेत् आत्मा एव, किन्तु सः अनेकः, जीवात्मा अनेकाः वर्तन्ते, जीवात्मानः अनेकाः वर्तन्ते इति नैयायिकानां मतानुसारं, किन्तु अहम् इति अहम् इत्यस्य लक्षणं नैयायिकानां मतानुसारं किम् इति चिन्तनीयं भवति, तेषां मतानुसारं तत्र मोक्षः इत्युक्ते किम् इति चेत् अपवर्गः, अपवर्गः इत्युक्ते किम् इति चेत् अहम् आत्मा इति तावदेव ज्ञानम्। अपि च महोदय तत्र ध्वनिः आगच्छति महोदय, अस्तु महोदय अस्तु, अपि च तेषां मतानुसारं तत्र ज्ञानम् इति गुणः अस्ति किल, आत्मगुणः अस्ति इति कृत्वा आत्मा आत्मनः स्वरूपं किम् इति चेत् अचेतनमेव नैयायिकानां मतानुसारं, ज्ञानमेव चेतनं तत्र दास्यति, यत्र ज्ञानं वर्तते सः एव चेतनः इति वयं वदामः किल। अपि च द्रव्यगुणयोः मध्ये भेदः वर्तते, भिन्नपदार्थः, द्रव्यमिति भिन्नपदार्थः अधिकरणं भवति, गुणः इति भिन्नपदार्थः आदेयः भवति, गुणः गुणिनि वर्तते इति कृत्वा तत्र आत्मा किम् इति चेत् अचेतनः एव नैयायिकानां मतानुसारम् इति भवति, भवतु यत्किमपि, अस्तु इदानीम् अग्रे हा इदानीं तत्र सप्तषष्टितमपुटे ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परभेदः इति आरभ्य अद्य पठनीयं। सीमा भगिनी भवती आरब्धुमिच्छति वा? आं महोदय। हा ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परं भेदः, अत्र प्रसङ्गात् ज्ञानादीनाम् अनुभाविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः। कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः, गवाक्षात् उद्यानानि पश्यति, तत्र अनेकविधान् वृक्षान् पश्यति, केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते, इदं यत् पश्यति दृश्यते इत्यादिभिः व्यव्रियते तत् निरूपितं प्रकाशात्मकं ज्ञानम्। अयम् एकः आत्मगुणः। अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाणा इच्छा प्रयत्नो वा? तावत् भगिनि। ओके, अत्र ज्ञानस्य विषये दत्तमस्ति, तत्र तत्र शीर्षकं शीर्षकमस्ति किल, पाठस्य उपशीर्षकमस्ति किल, तस्मिन् विषये किञ्चित् उक्त्वा। अस्तु अस्तु महोदय, आत्मनः लक्षणे ज्ञानम् अस्ति, एवं च आत्मा द्विविधः अस्ति इति उक्तमस्ति. ईश्वरस्य लक्षणे ईश्वरः एकविधः आत्मा अस्ति. तत्र उक्तमस्ति ईश्वरस्य ज्ञानेच्छा कृतीनां नित्यत्वम् अस्ति. कृतिः विषये अस्ति तेषां परस्परं भेदः कः इति दत्तमस्ति. प्रथमं ज्ञानस्य विषये दत्तमस्ति. तत्र ज्ञानस्य वैलक्षण्यं कथम् अस्माभिः अनुभूयते इति उदाहरणेन दत्तमस्ति. कश्चित् पुरुषः यानेन अन्यं ग्रामं गन्तुं प्रवृत्तः अस्ति. यानस्य गवाक्षात् सः उद्यानानि पश्यति. तत्र उद्याने अनेकविधान् वृक्षान् सः दृश्यते. वृक्षः दृश्यते. तेन केचन वृक्षः पुष्पितः, इत्युक्ते वृक्षे पुष्पाणि सन्ति, केचन वृक्षे फलानि सन्ति, केचन वृक्षे केवलपत्राणि सन्ति इति सः पश्यति. तत्र एकनिमिषं महोदय, इदं यत् पश्यति दृश्यते इत्यादिः व्यव्रियते, तद् निरूपितं प्रकाश. ओके, इदं यत् पश्यति इत्युक्ते यः व्यवहारः अस्ति अस्माभिः, इदं यत् पश्यति, इदं यत् दृश्यते इत्यादिभिः व्यवहारे व्यवहाराः ज्ञानस्य विना न कर्तुं न क्रियन्ते. अतः ज्ञानम् आत्मनः गुणः अस्ति. अत्र मन्त्रग्रन्थं प्रवृत्तस्य ज्ञानानि एव अनेकाशां च भवन्ति न तु वक्ष्यमाणः रत्नो वा. अस्तु, अत्र यः ग्रामान्तरं गच्छति तस्य एव ज्ञानानि सन्ति, किन्तु अग्रे इच्छा प्रयत्नः तद् अग्रे आयास्यन्तः तेषां विषये नास्ति. मम किञ्चित् अहं न सम्यक्तया अवगच्छामि अन्तिमं पङ्क्ति महोदय. हा हा, अत्र तत्र मध्ये यद्वाक्यमस्ति तत्र इदं तत् पश्यति दृश्यते इति अस्ति किल, तत्र सर्वे किं कुर्वन्तु, पश्यति दृश्यते इति पदद्वयं तत्र कोट्स् मध्ये कृपया स्थाप्यन्तु. अत्र व्यवहारः किम् इति चेत् पश्यति इति व्यवहारः, दृश्यते इति व्यवहारः. तत्र इदं यत् पश्यति इति नास्ति, इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते इति. तादृशव्यवहारः तन्निरूपितं प्रकाशात्मकं भवति ज्ञानम्, इत्युक्ते ज्ञानमेव तेषां एतेषां व्यवहाराणां निरूपकः भवति इति, निरूपकं भवति इति तु एकं. तत्र बहुत्र तत्र कोट्स् स्थापयामश्चेत् अर्थबोधः जायते. सत्यं सत्यं, यथा पूर्वस्मिन् पाठे अपि तत्र श्रीराममहोदयेन पृष्टं किल तथा. अस्तु, इति एकम्. अतः इदानीम् अन्तिमवाक्यमस्ति किल, अत्र अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति इति. अत्र क्रियापदं भवन्ति इति अस्ति, कर्तृपदं किम्? ज्ञानानि. हा, ज्ञानानि इति अस्ति. अतः तत्र प्रथमाविभक्ति एकवचनं ज्ञानानि. ज्ञानानि भवन्ति कस्य? भवन्ति प्रवृत्तस्य भवन्ति. कीदृशज्ञानं भवन्ति? अनेकेषां वृक्षाणां ज्ञानानि भवन्ति. सः पुरुषः यः प्रवृत्तः अस्ति, सः किं करोति इति चेत् ग्रामान्तरं गन्तुं प्रवृत्तः सः इति कृत्वा ग्रामान्तरं गन्तुं प्रवृत्तस्य अनेकेषां वृक्षाणां ज्ञानानि भवन्ति इति वाक्यम्. अतः अतः एतद् ज्ञानम् एकः आत्मगुणः, न तु वक्ष्यमाना इच्छा प्रयत्नः वा इति. यतोहि तस्य प्रवृत्तस्य ज्ञानम् इच्छा विना प्रयत्न विना भवति. अस्तु अस्तु, अत्र अतः ज्ञानस्य वैलक्षणम् अस्ति, इच्छा प्रयत्नस्य अपेक्षा. अस्तु सत्यम्. अपि च अत्र आदौ ज्ञानं भवेत्, यस्मिन् विषये ज्ञानम् अस्ति तस्मिन् विषये एव इच्छा भवति किल. सत्यं सत्यम्. ज्ञानं विना इच्छा न भवति, इच्छा विना प्रयत्नः न भवति इति कृत्वा प्रथमं ज्ञानं भवेत् इति द्योतनार्थम् अत्र प्रथमं तत्र सः ग्रामान्तरं गन्तुं प्रवृत्तः, सः एवमेव पश्यति. इदानीं तस्मिन् मनसि ज्ञानम् उत्पद्यते इति तद् भिन्न आत्मगुणः अस्ति इति तावदुक्तम् अत्र. अपि च गवाक्षः इत्युक्ते किम्? विण्डो. विण्डो, समीचीनम् समीचीनं, धन्यवादः भगिनि. अस्तु, इदानीं तत्र विजि भगिनि अग्रे पठति वा? आम् महोदय. परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव. परन्तु इतोपि अन्य आत्मनि गुणः उत्पद्यते, स एव इच्छा. इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना, इदानीम् उद्याने उत्पन्ना, अतः अयं भिन्नगुणः. एषः पुरुषः विहाराय उद्यानं गच्छति तदा सर्वेषां वृक्षाणां लतानां पश्यति, तस्य ज्ञानं भवन्ति, ज्ञानमपि भवति. तत्र लतानां पश्यति इति वाक्यं भवति वा? न, लतानां सर्वेषां लतानां ज्ञानानि भवन्ति. हा, ज्ञानानि भवन्ति भवन्ति. यात्रायाम् इव लता लते लताः, लतां लते लताः, लताः पश्यति. किमर्थं लतानाम् इति? न, लतानां ज्ञानं तत्र तत्र षष्ठी अस्ति, लतानां ज्ञानं भवति भवति. लतानां ज्ञानं, तस्य सर्वेषां वृक्षाणां लतानां ज्ञानं भवति. भवन्ति एव, सत्यं भवन्ति एव. अग्रे इतोपि अन्यः आत्मनि अन्यः आत्मगुणः उत्पद्यते, स इच्छा नाम्ना. इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इदं मम भवतु इत्युक्ते अत्र वृक्षाणां लतानां ज्ञानम् उत्पद्यते किल, इदं तस्य तद्वा. इदानीं तत्र तस्य इति शास्त्रे तस्य आकारं, तस्य इत्युक्ते कस्य? ज्ञानस्य. नास्ति तत्र पुरुषाणां लतानां इतोपि अन्यः आत्मनि गुणः इच्छा हा इच्छा इच्छायाः इच्छायाः इच्छायाः आकारम् इदं मम भवतु इत्युक्ते इच्छायाः आकारम् आत्मनि उत्पद्यते. हा इच्छायाः आकारम् आत्मनि उत्पद्यते. इच्छा आत्मनि उत्पद्यते, किन्तु इच्छा इत्युक्ते किम् इति कोऽपि पृच्छति चेत् इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. हा इच्छा इत्युक्ते किम् इति कोऽपि पृच्छति चेत् इत्युक्ते तस्य नामस्य नाम इच्छा. नामस्य नाम इति लक्षणम्, इच्छायाः लक्षणम्. इच्छया इत्युक्ते किम् इति कोऽपि पृच्छति चेत् किं वदामः? इदं मम भवतु इति आशा एव इच्छा इति. आकारवदनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना. ग्राम इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना इत्युक्ते ग्रामं न गच्छति चेत् न इच्छा इति गुणः न उत्पद्यते वा महोदय? न अत्र पूर्वस्मिन् परिच्छेदे किं दत्तम्? प्रवृत्तिस्य ज्ञानं. अत्र पूर्वस्मिन् परिच्छेदे केवलं सः तत्र कोऽपि पुरुषः ग्रामान्तरं गन्तुं प्रवृत्तः अस्ति. तत्र मध्ये एवमेव वृक्षान् पश्यति सः, किन्तु तादृशप्रवृत्तस्य तस्मिन् आत्मनि एते वृक्षाः मम भवतु इच्छा न उत्पद्य इति उच्च ज्ञानं तु वर्तते. तत्र वृक्षाः सन्ति इति ज्ञानं वर्तते, किन्तु तस्मिन् मनसि भवतु इति ज्ञानम् इति इच्छा नास्ति. किन्तु इदानीं सः पुरुषः विहाराय उद्यानं याति. तत्र उद्याने विहाराय गच्छति. तस्मिन् सन्दर्भे तस्मिन् मनसि इच्छा उत्पद्यते, मम गृहे अपि एतादृशवृक्षाः भवन्ति चेत् तत्र तेषां छाया मया अनुभवितुं शक्यते इति तादृश इच्छा उत्पद्यते किल? आं महोदय, अवगतम्. हा इति कृत्वा इयं च इच्छा ग्रामे न आत्मनि उत् हा इति तदनन्तरम् अतः हा तत्र भवत्याः ध्वनेः किञ्चिदिव खण्डनं भवति महोदय भगिनी मध्ये मध्ये. अस्तु इति अनयोः मध्ये भेदः साधितः वर्तते. इत्युक्ते एवमेव कोऽपि ग्रामान्तरं गच्छति चेत् तत्र पङ्क्तौ वीथ्यां तत्र वृक्षाः पश्यन्ति चेत् ज्ञानं तु उत्पद्यते एव, किन्तु इदं मम भवतु इति तादृश नूतनगुणः मनसि न आगच्छति. मनसि इति नास्ति, आत्मनि न आगच्छति इति कृत्वा, किन्तु यदा विहाराय कोऽपि उद्यानं गच्छति तत्र वृक्षान् पश्यति, अपि च लतान् पश्यति, लताः पश्यति, दृष्ट्वा इदं मम भवतु इति इच्छा उत्पद्यते. इदानीं श्रूयते. भग्नं इदानीम् उद्याने उत्पन्नः, अतः अयं ज्ञानात् भिन्नः गुणः. हा इत्युक्ते ज्ञानम् इति भिन्नगुणः अस्ति, आत्मगुणः अस्ति, अपि च तस्मिन् उपरि इच्छा इति भिन्नगुणः वर्तते वर्तते आत्मनि वर्तते. ज्ञानं विना इच्छा न भवति, किन्तु ज्ञानमस्ति चेत् निश्चयेन इच्छा भवति इति अपि नास्ति. यस्मिन् विषये ज्ञानम् अस्ति तस्मिन् विषये निश्चयेन इच्छा भवति इति नास्ति किल. आम् आम् महोदय. अतः ज्ञानम् इति भिन्नगुणः अस्ति, इच्छा इति भिन्ना गुणः भिन्ना गुणः अस्ति. इच्छा उत्पन्नः न वा इति निश्चयेन वक्तुं न शक्यते. हा न भवति एव सर्वेषां तत्र बहु बहवः बहूनां विषयाणां विषये तत्र इच्छा ज्ञानं भवत्येव, किन्तु सर्वेषां विषये अस्माकं मनसि आत्मनि इच्छा भवति इति नास्ति किल. नास्ति, ज्ञानं तु सत्यं. हा इति कृत्वा तत्र ज्ञानम् इति भिन्नगुणः आत्मगुणः, इच्छा इति भिन्ना आत्मगुणः. अस्तु समीचीनं, धन्यवादः. धन्यवादः. हा इदानीं बालसुब्रह्मण्य महोदय अग्रे पठति वा. महोदय अग्रे पठति वा महोदय. परन्तु इति श्रूयते न श्रूयते वा? इदानीं श्रूयते. प्रश्न एक, इच्छा इति पदस्य बहुवचनं वा इच्छा? न न, इच्छा इति एकवचनं, स्त्रीलिङ्गपदं. कुर्वन्ति इति क्रियापदमस्ति किल अन्ते. इदं मम भवतु. हा जनाः कुर्वन्ति. तर्हि च इदं मम भवति इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. तत्र के कुर्वन्ति? जनाः कुर्वन्ति किल. नैयायिकाः कुर्वन्ति. अत्र अत्र कर्तृपदं किमपि नास्ति वाक्ये. ओ तत्र इदं मम भवतु इति शास्त्रे तस्याः आकारवर्णनमिति भवेत्. तस्याः आकारवर्णनं इति भवेत्, इच्छायाः आकारवर्णनमेव किल, अतः तस्याः आकारवर्णम् इति भवेत्. समीचीनं भगिनि. हा हा अस्तु अग्रे पठतु महोदय. परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति. वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति. अत्र इतोपि किञ्चित् अग्रे पठतु महोदय. तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छा अपि, इतोपि तृतीयः गुणः आत्मनि उत्पद्यते, येन हस्तः चलित्वा धनार्थं सञ्चिकां याति. सः गुणः न यात्रायाम् उत्पन्नः न अपि उद्याने. तदा सः यदि उत्पत्त्यस्य हस्तः सञ्चिकाम् अगमिष्यत् तदा सः यदि उत्पत्त्यस्य हस्तः सञ्चिकाम् अगमिष्यत् पुनः एकवारं न गतः तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः. स एव प्रयत्नः, कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादि शब्दैः त्रयवह्यमानः व्यवह्रियमाणः त्रिय वक्नीयमानः व्यवह्रियमाणः श्रमः व्यवह्रियमाणः आत्मविशेषगुणः तावत् महोदय. परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति. सो प्रयाणं कृत मनुष्यः मानवः अत्र उद्याने किमपि विक्रयणं न कृतः इति जानाति, तस्मात् केवलम् इच्छति एव. सो क्रेतुम् इच्छति, क्रेतुम् इच्छति सिन्सियर्लि, वस्तुतः न इच्छति पः. वस्तुतः न इच्छति, क्रेतुम् इच्छति इत्युक्ते न बुद्धम्. केवलम् इच्छति, जानाति इति जानाति अत्र एतानि वस्तूनि न विक्रीतः इति, इतोपि केवलम् इच्छति एव. सत्यम्. अत्र पश्यतु, इदानीं पुरुषः कुत्र अस्ति? उद्याने अस्ति. उद्याने उद्याने विक्रयणं विक्रयणं भवति वा? उद्याने विक्रयणं न भवति. न भवति. सः जानाति. सः जानाति. सः जानाति एव. किन्तु इच्छा तस्मिन् उत्पन्ना अस्ति इदानीं. अनया इच्छया इदानीं किं भवति? अग्रे पठतु. वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामि इति आलोच्य वृक्षवाटिकां गच्छति. अत्र एव आलोचनं कृतवान्. वृक्षं वा लतां वा सम्पादयामि क्रीणामि इति मत्वा वृक्षवाटिकां गच्छति. पूर्वम् इच्छा एव उत्पन्नः, इदानीं क्रेतुम् इच्छवन्तः वाटिकां गतवान्. इदानीमपि तस्मिन् मनसि इच्छा एव अस्ति. प्रथमं सः ग्रामान्तरं गन्तुं प्रवृत्तः. प्रथमं तु केवलं पश्यति, तदनन्तरं विहाराय उद्यानं गच्छति. उद्याने एतत् सर्वं दृष्ट्वा तस्मिन् मनसि मम गृहे एव अपि एतादृशवृक्षाः लताः च भवन्ति चेत् समीचीनं भवति इति तस्मिन् मनसि इच्छा उत्पन्ना भवति. किन्तु सः जानाति उद्याने विक्रयणं न भवति इति, अतः सः किं सः अपि जानाति तत्र वृक्षवाटिकायां गत्वा एव एतेषां क्रयणं कर्तव्यम् इति सः जानाति. ज्ञात्वा सः वृक्षवाटिकां गच्छति इति तावत्पर्यन्तम् आगतम्. अग्रे तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छा अपि. अत्र इच्छा अपि अवग्रहं भवति वा महोदय? तत्र एकनिमिषं महोदय, तत्र ज्ञानं तस्य भवति, कस्मिन् विषये ज्ञानं भवति? ज्ञानं भवति अत्र किमपi न विक्रीतः इति ज्ञानं. न तादृश वृक्षाणां ज्ञानं भवति, लतानां ज्ञानं भवति प्रथमं. तदेव प्राथमिकम् अस्ति, तदेव प्रथमं भवति. ज्ञानं विना इच्छा न उत्पद्यते इति कृत्वा प्रथमं ज्ञानं भवेत्. तदनन्तरं द्वितीया श्रेणी अस्ति इच्छा. तस्मिन् मनसि इदानीम् इच्छा आगतम् अस्ति, तस्मिन् आत्मनि इच्छा आगतम्. इच्छा अपि किल? इच्छा अपि, इच्छा अपि आगतम्. सो अत्र अवग्रहं भवेत् किल? इच्छा अपि नास्ति. इच्छापि ओकारस्य परे एव. इतोपि तृतीयः गुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा घनार्थं सञ्चिकां याति यथा भवतः उक्तं क्षम्यता महोदय तत्र इच्छापि इत्यस्मिन् सन्दर्भे तत्र अवग्रहः न भवति तत्र एकार ओकारः अस्ति चेदेव तत्र भवति तत्र प्राथमिकं ज्ञानम् उत्पद्यते तदनन्तरं द्वितीया इच्छा पुनः तृतीया आत्मनि गुणः उत्पद्यते गुणः तृतीयः गुणः उत्पद्यते इदानीमपि तस्य गुणस्य नाम न उक्तं किन्तु तृतीयः उपनः भिन्नः गुणः उत्पद्यते स च गुणः ज्ञानमपि नास्ति इच्छा अपि नास्ति इति अत्र उक्तं येन गुणेन येन तृतीयः गुणः इति गुणस्य विशेषणं वा तृतीयः तृतीयः गुणः सत्यं तृतीयः इति गुणस्य विशेषणं तृतीयः गुणः आत्मनि उत्पद्यते भ्रमः प्राथमिकं द्वितीय तृतीयः हा गुणः आत्मनि उत्पद्यते तस्मात् तेन कारणात् सः हस्तं चलित्वा धनं स्वीकर्तुं सञ्चिकां याति हा धनार्थं सञ्चिकां याति सत्यम् अग्रे सः गुणं न यात्रायाम् उत्पन्नः नास्ति उद्याने सः गुणः न सः गुणः इत्युक्ते कः गुणः आमां यदि धनं दत्त्वा विक्रयणं स्वीकरणं भवेत् इति गुणः हा अत्र तु तृतीयः गुणः सः गुणः इत्युक्ते कः गुणः इति तृतीयः गुणः तृतीयः गुणः यः गुणः ज्ञानमपि नास्ति इच्छापि नास्ति तृतीयः गुणः न यात्रायाम् उत्पन्नः नापि उद्याने उद्याने अपि न उत्पन्नः हा तदा सः यदि उत्पत्त्यस्य हस्तः सञ्चिकाम् अगमिष्यत् न गतः तदा सः यदि उत्पत्स्य हस्तः सञ्चिकाम् अगमिष्यत् हा तत्र उत्पत्स्य समीचीनतया पठतु कृपया महोदय तदा सः यदि उत्पत्स्यतः उत्पत्स्यति नाति किल पदं समीचीनं उदपत्स्यत हस्तः सञ्चिकाम् अगमिष्यत् हा उदपत्स्यत इति कीदृशलकारम् इति भवान् जानाति वा उदपत्स्यत यदि उदपत्स्यत उदपत्स्यत इति नास्ति लकारः एषः लकारः कृदन्तः नास्ति एतत् लकारः अगमिष्यत् इति कीदृशपदमिति जानाति वा भविष्यत् काले कृदन्तं नास्ति लकारः भगिनि लृङ् इति लकारः लृङ् इति लकारः अगमिष्यत् इति लृङ् लकारस्य परस्मैपदीरूपमस्ति प्रथमपुरुषे एकवचनं उदपत्स्यत इति अपि लृङ् लकाररूपमस्ति किन्तु आत्मनेपदीरूपमस्ति उत्पद्यते इत्यस्मिन् अर्थे उत्पद्यते इत्यस्य लृङ् प्रथमपुरुष एकवचनरूपमस्ति उदपत्स्यत इति अस्मिन् वाक्ये महोदय बालसुब्रह्मण्य तदा सः इत्युक्ते कः इति ग्रामान्तरं प्रति गच्छत मानवः नास्ति इति अवगच्छति चेत् अत्र क्लेशः भवति वार्तस्य अर्थबोधः न जायते इति सर्वे चिन्तयन्ति अन्य कोऽपि वदन्ति वा अहं यदि सः तृतीयः गुणः तदा सः इत्युक्ते तृतीयः गुणः यदि न उदपत्स्यत इत्युक्ते न उत्पद्यते चेत्. उदपत्स्यत इत्युक्ते उत्पद्यते चेत् इति तस्मिन् स्थाने स्थापयतु. तदा तृतीयः गुणः यदि उत्पद्यते न उत्पद्यते चेत् हस्तक उत्पद्यते चेत् हस्तः सञ्चिकाम् अगमिष्यत् इत्युक्ते गमिष्यति इति इति इति हस्तः सञ्चिकाम् अगमिष्यत् इति कर्तृत्वकवाक्यं किल. हा तत्र अर्थः एवं भवति, अस्य वाक्यस्य अर्थः एवं भवति, तदा तृतीयः गुणः यदि न उत्पद्यते चेत् तर्हि हस्तः सञ्चिकां प्रति न गच्छति इति. यदि यदि उत्पद्यते तर्हि हस्तः सञ्चिकां प्रति गच्छति इति. तदा तृतीयः गुणः यदि उत्पद्यते चेत् तर्हि हस्तः सञ्चिकां प्रति गमिष्यति इति अवगच्छतु. किन्तु न गतः, किन्तु न गतः, इदानीमपि न गतः हस्तः. किं न गतः इति चेत् हस्तः न गतः. कस्मिन् प्रति? सञ्चिकां प्रति न गतः. तेन विद्मः. आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः. आदिमयोः स्थलयोः अविद्यमानः गुणः सो इत्युक्ते तृतीयः गुणः नास्ति अत्र. हा इत्युक्ते तत्र तृतीयगुणः न उत्पन्नः चेत् तत्र तस्य हस्तः न गच्छति इति कृत्वा तत्र नूतनगुणस्य आवश्यकता अस्ति. अत्र पश्यतु, प्रथमपङ्क्तौ सः ग्रामान्तरं गच्छति, सः पश्यति, तस्मिन् ज्ञानमपि उत्पन्नमस्ति, किन्तु तस्मिन् इच्छा नास्ति इति कृत्वा एवमेव दृष्ट्वा सः गच्छति. एकः पुरुषः. इदानीं द्वितीयपुरुषः किं करोति? सः ग्रामान्तरं गच्छन् अस्ति किन्तु सः यानात् उत्तीर्य सः इदानीम् उद्याने विहरणं करोति, विहाराय गतवान्. तत्र ज्ञानं भवत्येव, वृक्षाणां लतानां ज्ञानं भवत्येव. तस्मिन् सन्दर्भे इदानीं द्वितीयगुणः अपि उत्पन्नः अस्ति, स च गुणः अस्ति इच्छा इति. किन्तु इदानीमपि तस्मिन् मनसि इदानीमपि सः तत्र इच्छा अस्ति, एते वृक्षाः मम भवतु इति तस्मिन् मनसि इच्छा अस्ति, किन्तु सः तस्य हस्तः सञ्चिकां प्रति न गच्छति. किमर्थम् इत्युक्ते प्रयत्नः इति तृतीयगुणः एतावत्पर्यन्तं न उत्पन्नः अस्ति उद्याने. किन्तु सः किं करोति? इच्छापूरणार्थं वृक्षवाटिकां गच्छति. वृक्षवाटिकां गत्वा पश्यति, इदानीम् अपि तत्र लताः वृक्षाः सन्ति, तान् पश्यति सः. दृष्ट्वा तस्मिन् मनसि नूतनः गुणः उत्पद्यते. तस्मिन् मनसि इदानीं ज्ञानमस्ति, इच्छा अस्ति, किन्तु तथापि इदानीमपि सः तस्य हस्तं सूचिकां प्रति न गतं. किमर्थम् इत्युक्ते एतावत्पर्यन्तं तस्य मनसि नूतनः गुणः न उत्पन्नः अस्ति, इत्युक्ते प्रयत्नः इति गुणः एतावत्पर्यन्तं न उत्पन्नः अस्ति. तत् तान् वृक्षान् अपि च लताः दृष्ट्वा एतत् मम भवतु एषा लषा एषा लता मम भवतु इति यदा सः निश्चयः निश्चयं करोति तदा एव तस्मिन् मनसि नूतनः गुणः तस्मिन् आत्मनि नूतनः गुणः उत्पद्यते तस्य नाम अस्ति प्रयत्नः यदा प्रयत्नः उत्पन्नः भवति तदनन्तरं तस्य हस्तः सूचिकां प्रति गच्छति स एव प्रयत्नः तत्र कृतिः प्रवृत्तिः यत्नः भावना एते के प्रयत्नस्य अङ्गानि वा न न पर्यायपदानि प्रयत्नः इत्यस्य द्वितीयनाम अस्ति कृतिः इत्युक्ते प्रयत्नः एव प्रवृत्तिः इत्युक्ते प्रयत्नः एव यत्नः इत्युक्ते प्रयत्नः एव भावना इत्युक्ते प्रयत्नः ये यद्यत् ऐटलिक्स् मध्ये दत्तमस्ति तत्सर्वं पर्यायपदानि तानि सर्वाणि पर्यायपदानि सन्ति इति एतादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः इति तृतीयगुणः इदानीम् इति कृत्वा तत्र त्रिषु गुणेषु भेदः साधितः प्रथमं ज्ञानम् अस्ति ज्ञानमस्ति चेत् इच्छा निश्चयेन भवति इति नास्ति किन्तु भवितुम् अर्हति इति कृत्वा तत्र ज्ञानम् इति भिन्नमस्ति इच्छा इति भिन्ना अस्ति इच्छा अस्ति चेत् निश्चयेन प्रयत्नः भवति इति नास्ति तत्र इच्छा त्यक्तुमपि शक्यते किल इति कृत्वा तत्र प्रयत्नः इति भिन्न गुणः यदा उत्पद्यते तदा एव तस्य हस्तं सूचिकां प्रति गच्छति इति कृत्वा प्रयत्नः इति भिन्नगुणः भवति यदा प्रयत्नः भवति प्रयत्नः उत्पद्यते तदा क्रिया भवति इति सोपानम् अस्ति प्रथमं ज्ञानं तदनन्तरम् इच्छा तदनन्तरं प्रयत्नः तदनन्तरं क्रिया भवति अस्तु समीचीनं हा इदानीं हा वदति भगिनि महोदय भवान् उक्तवान् प्रयत्नः एवं क्रिया क्रिया तयोः मध्ये भेदः अस्ति किन्तु मम मनसि प्रयत्न एव क्रिया अस्ति यतोहि अत्र कृतिः दत्तमस्ति प्रवृत्तिः दत्तमस्ति कृपया वदतु किमर्थं तयोः भेदः अत्र सप्तपदार्थाः के भगिनि द्रव्यगुणकर्म हा तावत् इदानीं प्रयत्नः इति कीदृशपदार्थः कर्म क्रिया इति कीदृशपदार्थः न न प्रयत्नः इति कर्म नास्ति प्रयत्नः इति आत्मगुणः किल प्रयत्नः इति आत्मगुणः अस्ति नव आत्मविशेषगुणाः सन्ति इति अस्माभिः अधीतं तेषु अन्यतमः अस्ति प्रयत्नः इति ज्ञानं विना इच्छा न भवति इच्छां विना प्रयत्नः न भवति प्रयत्नः विना क्रिया न भवति इति सोपानं किन्तु यत्र यत्र ज्ञानमस्ति तत्र सर्वत्र इच्छा भवेत् इति नियमः नास्ति यत्र यत्र इच्छा अस्ति तत्र सर्वत्र प्रयत्नः भवति भवेत् इति नियमः नास्ति यत्र यत्र प्रयत्नः अस्ति तत्र सर्वत्र क्रिया भवति भवेत् इति अपि नियमः नास्ति अस्तु महोदय तर्हि क्रिया कर्म अस्ति न वा हा क्रिया इति कर्म किन्तु प्रयत्नः इति गुणः पारिभाषिकशब्दः अस्ति इति इदानीं तत्र लौकिकव्यवहारे वयं प्रयत्नं करोति इति वदामश्चेत् तत्र क्रियामेव करोति इति किन्तु अत्र तु पारिभाषिकशब्दः अस्ति प्रयत्नः इति आत्मगुणः विशेषगुणः अस्ति तर्हि प्रयत्नक्रियायोः भेदः अस्ति मम मनसि स्पष्टं नास्ति प्रयत्नः गुणकर्मयोः भेदः यद्वर्तते तदेव गुणकर्मयोः यः भेदः वर्तते तदेव प्रयत्नक्रिया क्रिययोः मध्ये भेदः. क्रिया इति कर्म, प्रयत्नः इति गुणः. किन्तु प्रयत्नः गुणः किमर्थमस्ति? यतोहि अत्र दत्तमस्ति तेन गुणेन हस्तचलित्वा धनार्थं सञ्चिकां याति. यत्र तत् प्रयत्नम् अस्ति गुण सदृशं न भाति. येन तत्र कारणमस्ति, येन हस्तः चलित्वा इत्युक्ते प्रयत्नः इति गुणं विना हस्तस्य चालनं न भवति, हस्तचालनमेव क्रिया. सञ्चिकां प्रति हस्तचालनमेव क्रिया. किन्तु तादृशक्रिया प्रयत्नः इति आत्मगुणः विना न भवति. केवलम् इच्छा अस्ति चेत् हस्तचालनं भवति वा? इच्छा भवति आत्मनि, किन्तु तत् त्यक्तुमपि शक्यते किल. अस्माकम् आत्मनि तु बह्व्याः इच्छाः भवन्ति एव, किन्तु सर्वेषां पृष्ठतः वयं न गच्छेमः किल, गच्छेम. सत्यं सत्यं महोदय. किन्तु इच्छा ज्ञानम् इच्छा कृतिः अत्र दत्तमस्ति. अत्र कृतिः प्रयत्नः अस्ति. किन्तु स्पष्टार्थे अहं पृच्छामि, वयं व्यवहारे यदि ज्ञानम् इच्छा कृतिः इति पदानि पठामश्चेत् अत्र कृतिः प्रयत्नः न भवति, अहं कृतिः क्रिया भवति. इदानीं तत्र कथम् अत्र कथं निगमनं कुर्मः इति चेत्, नैयायिकानां न्यायवर्गे यदा वयं स्मः तत्र कृतिः इत्युक्ते क्रिया नास्ति, केवलम् आत्मगुणः इति अवगन्तव्यम् इति स्वीकर्तव्यम्. इदानीं वेदान्ते पठामश्चेत् तत्र भिन्नरीत्या स्वीकर्तुं शक्यते, किन्तु अत्र प्रयत्नः कृतिः इत्युक्ते आत्मगुणः एव, न तु क्रिया, न तु कर्म. तर्हि या इच्छा क्रियायाः निमित्तम् अस्ति तस्य नाम प्रयत्नः अस्ति, गुणस्य. या इच्छा नास्ति, इच्छा इति भिन्नगुणः अस्ति, प्रयत्नः इति भिन्नगुणः अस्ति. आम् तत् अवगच्छामि महोदय, किन्तु मम मनसि यया इच्छया किञ्चित् अस्तु अस्तु किञ्चित् चिन्तनं कृत्वा पृच्छामि महोदय. अत्र अत्र भवत्याः मनसि किमस्ति इति अहं प्रायः जानामि, एतदेव वदामि. तत्र कार्यकारणभावः अस्ति अनयोः मध्ये. ज्ञानं विना इच्छा न उत्पद्यते इति कृत्वा ज्ञानम् इच्छायाः कारणं भवति. इच्छां विना प्रयत्नः इति आत्मगुणः न उत्पद्यते इति कृत्वा इच्छा प्रयत्नस्य कारणं भवति इति कार्यकारणभावः. इच्छा एव प्रयत्नः इति नास्ति. अतः इच्छा क्रियायाः कारणम् इच्छा इति न वक्तव्यं. क्रियायाः कारणं नैयायिकानां मतानुसारं सर्वत्र सर्वदा प्रयत्नः एव भवति, कृतिः एव भवति. कृतिः इति आत्मगुणः एव भवति. इच्छया इच्छया प्रयत्नः उत्पन्नः भवेत्. यदा प्रयत्नः उत्पन्नः भवति तर्हि क्रिया जायते. इच्छा अपि च क्रिया मध्ये तत्र व्यवधानम् अस्ति. प्रयत्नम् इदानीम् इच्छा अस्ति, इच्छया क्रिया जायते इति नैयायिकानाम् अङ्गीकारः नास्ति. इच्छा अपि च क्रिया अनयोः मध्ये कार्यकारणभावः नास्ति. इच्छया प्रयत्नः जायते, प्रयत्नेन क्रिया जायते. तर्हि प्रवृत्ति यत्नः प्रवृत्तिः वयम् अस्माकं मनसि क्रिया एव अस्ति, किन्तु नैयायिकानां मते प्रवृत्तिः अपि गुणः एव अस्ति. सत्यम्. अतः प्रयत्नः कृतिः प्रवृत्तिः यत्नः भावना इति पञ्च पदानि दत्तानि किल, ते सर्वे पर्यायपदानि, तानि सर्वाणि पर्यायपदानि सन्ति. गुणाः एव, गुणः एव. समीचीनं. हा, कुलकर्णी महोदय अग्रे पठति वा कृपया. एकनिमिषम्, अहं भवन्तं म्यूट् मध्ये स्थापितवान्, अन्म्यूट् करोमि. भवता एव कर्तव्यं महोदय. हा हा, नवेम्बर् मासे वर्गद्वयम् अहं नासम्. ओहो, आमामाम्, अहं किञ्चित् विश्वसम्मेलने तत्र दिल्ली मध्ये आसम्, तत्र सम्पर्कः न अभवत् नेट् कारणेन. ओहो हो हो, अस्तु, इदानीं पठितुं शक्यते किल? पठामि, ज्ञान इति विशेष उपस्थापनसमये एव किञ्चित् अहं नासं तत्र. ओहो हो हो, अहं शृण्वन् अस्मि किञ्चित्. अस्तु, भवता भवान् पठतु, अत्र अत्र महान् विषयः. पठामि वा? हा हा हा, पठतु महोदय. महान् विषयः नास्ति न? हा, कुतः? तस्मिन् सति इति तत्र प्राथमिकं न तद् बालसुब्रह्मण्यं महोदय पठितं, तस्मिन्नेव परिच्छेदे अन्तिमात् पूर्वं तत्र तस्मिन् सति प्राप्तं प्राप्तं प्राप्तं. तस्मिन् सति हि हस्तपादादौ क्रिया भवति, असति क्रिया न भवति. जागृत अवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति, सर्वत्र च इयं कृतिः अपेक्षिता. उत्क्षेपणादौ एतेषां त्रयाणाम् आवश्यकत्वं वक्षामः. तस्मिन् सति हस्तपादादौ क्रिया. तस्मिन् इत्युक्ते कस्मिन्? तस्मिन् सति ज्ञाने वा? न न, प्रयत्नः इति आत्मप्रयत्नः. हा, प्रयत्नः, प्रयत्ने, प्रयत्ने, हा, प्रयत्ने, प्रयत्ने हस्तपादादौ क्रिया भवति, हस्तपादादौ क्रिया प्रयत्ने भवति, असति क्रिया न भवति. प्रयत्ने प्रयत्ने हस्तपादादौ क्रिया भवति. हा, प्रयत्नः अस्ति चेत् हस्तपादादौ क्रिया तत्र भवति. सत्यं सत्यं, प्रयत्न न, प्रयत्नं नास्ति चेत् तत्र क्रिया न भवति. सत्यं. जागृत अवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति. यदि वयं जागृत अवस्थायां यदि वयं स्मः तर्हि प्रत्येकस्मिन् क्षणे प्रतिक्षणं अस्माकं शरीरे अनेकाः क्रियाः भवन्ति जागृत अवस्थायां. जाने वा न जाने अनेकाः क्रियाः तत्र भवन्ति जागृत अवस्थायां. सर्वत्र च इयं कृतिः अपेक्षिता, अपेक्षिता, इयं कृतिः सर्वत्र अपेक्षिता. उत्क्षेपणादौ एतेषां त्रयाणाम् आवश्यकतम् आवश्यकत्वं वक्षामः. तत् अग्रे विषयः किमपि आगच्छति. उत्क्षेपणादौ क्रियाः तत्र सन्ति. तत्र उद्देशग्रन्थे दत्तमस्ति किल, कर्म उत्क्षेपण अपक्षेपण आकुञ्चन इत्यादि क्रिया. तत्रापि कृते कृतेः आवश्यकता अस्ति इत्युक्ते सर्वत्र इयं कृतिः अपेक्षिता इत्युक्ते कृतिं विना प्रयत्नं विना क्रिया न भवति इति नैयायिकानां मतम्. अस्तु, समीचीनम्, अग्रे पठतु. अग्रे चेष्टा चेष्टास्पन्दयोः भेदकथनं. चेष्टास्पन्दयोः, हा, चेष्टास्पन्दयोः भेदकथनं. चेष्टा तथा स्पन्द एतयोः मध्ये भेदं कथनसि इति कथनम् आदयोः नाम. अत्रापरोऽयम्, अत्र अपरोऽयं विषयः. निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कार्यं वयम् अनुभवामः. ईषत् कम्पम्, अत्र एकः अपरः विषयः. निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कर्म वयम् अनुभवः. ईषत् कम्पम्, हा, ईषत् कम्पम् अस्ति, हा, किञ्चित् ईषत् कम्पं वयं, हा, कम्पं वयम् अनुभवामः. निराश्रितः हस्तः नाम यथा अस्माकं हस्तः अस्ति सः हस्तः यदि वयम् उपरि गगने नाम उपरि किञ्चित् उन्नयामः तर्हि तत्र किञ्चित् वयं हस्ते किञ्चित् कम्पं वयम् अनुभवामः। तत्र न किञ्चित् ज्ञातं, न किञ्चित् अभिलषितं, नापि प्रयत्तम्। तत्र न किञ्चित् ज्ञातं, न किञ्चित् अभिलषितं, नापि प्रयत्तं, तथापि हस्ते कम्पः दृश्यते। एतादृशी क्रिया हस्ते शरीरे वा जायमानाः पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते वा क्रिया उत्पन्ना तत भिन्ना विलक्षणा। तत्र मालती लता ज्ञाता अभिलषिता तां क्रेतुं प्रयत्तं ततः हस्ते क्रिया उत्पन्ना। हा तावद्वदतु। तत्र न किञ्चित् ज्ञातं, न किञ्चित् अभिलषितं, नापि प्रयत्तं। सुखेन वयं हस्तं यदि उन्नयामः तत्र किञ्चिदपि न ज्ञातं वा बहुपि किमपि प्रयत्नं कृतम् इति अपि न तत्र भासते, तथापि हस्ते कम्पः दृश्यते। तथापि तथापि हस्ते किञ्चित् कम्पः मूमेण्ट् इति वदामः तत्र दृश्यते। एतादृशी क्रिया हस्ते शरीरे वा जायमानः पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना तथा भिन्ना विलक्षणा। किञ्चित् भवानेव विवरणं करोति वाक्यस्य। हा अस्तु, अत्र तत्र पूर्वं पठितं किल, तत्र यदा सः उद्यानं गच्छति अपि च वृक्षान् पश्यति तदनन्तरं तस्मिन् आत्मनि इच्छा आगतः तदनन्तरं प्रयत्नः अपि अभवत्, तदनन्तरं सः क्रेतुं हस्तं तत्र सञ्चिकां प्रति याति इति तादृशक्रिया। इदानीं तत्र क्रियाद्वयं वर्तते, एकं तु हस्त उन्नयनेन हस्ते विद्यमानकम्पम् इति एकं, द्वितीयं तु हस्तचालनम् इति क्रियाद्वयं वर्तते। अनयोः मध्ये भेदः कः इति चेत् तत्र हस्तकम्पने ज्ञानमपि नास्ति, किञ्चिदपि न ज्ञातं न अभिलषितम् इत्युक्ते इच्छापि नास्ति प्रयत्नः अपि नास्ति, किन्तु एवमेव कम्पनम् उत्पद्यते हस्ते इति कृत्वा तत्र तादृशकम्पम् एव स्पन्दः इति नाम इति नाम्ना ज्ञायते। किन्तु यत्र अस्माकं ज्ञानम् उत्पन्नमस्ति अपि च ज्ञानात् तत्र इच्छा उत्पन्ना अस्ति, तत्र इच्छया प्रयत्नः उत्पन्नः अस्ति, प्रयत्नेन क्रिया यदा जायते तादृशक्रिया एव चेष्टा इति कथ्यते इति अत्र यत्र भेदः साधितः वर्तते। तत्र मालती लता इति तत्र लतायाः नाम अस्ति, मालती इति लतायाः नाम। सा लता ज्ञाता, ज्ञानेन तत्र इच्छा अपि उत्पन्ना, अभिलषिता, तदनन्तरं तत्र क्रेतुं प्रयत्नं प्रयत्नः अपि उत्पन्नः, तदनन्तरं हस्ते क्रिया उत्पन्ना भवति, उत्पन्नः। क्रियायाः नाम इच्छा जाता, अभिलषिता क्रियायाः नाम वा महोदय? हा इदानीं तत्र अग्रिमपङ्क्तौ एतद् आगच्छति। हा अस्तु, समीचीनं महोदय। विजया भगिनी पठितुमिच्छति वा? अस्तु भगिनी, अस्तु तर्हि सीमा भगिनी भवती पठतु अन्तिमपरिच्छेदः। अतः अतः आत्मनि ज्ञानम् इच्छा यत्नः एतेषां त्रयाणाम् असत्त्वया हस्ते शरीरे वा क्रिया असत्त्वे या हस्ते शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्पः इति वा उच्यते। ज्ञानादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते सा एव चेष्टा इति शास्त्रे प्रसिद्धा। यत् इष्टं पुष्पादि तावत् तत् क्षमतां यत् इष्टं पुष्पादि तत् अवाप्तुं यच्च अनिष्टं कण्टकादि तन्निवारयितुं शरीरे जायमानक्रिया एव चेष्टा इति शरीरक्रिययोः भेदः दर्शितः अस्ति. अत्र या क्रिया ज्ञानम् इच्छा ज्ञानम् इच्छां यत्नं विना उत्पद्यते सः स्पन्दः इति कथ्यते. या क्रिया ज्ञानादीनां त्रयाणां सत्त्वे एव उत्पद्यते सा क्रिया चेष्टा इति शास्त्रे प्रसिद्धा. अतः इष्टं पुष्पादि अवाप्तुं या क्रिया अस्ति वा अनिष्टं कण्टकादि निवारयितुं या क्रिया अस्ति सा चेष्टा इति उच्यते. अतः शरीरक्रिययोः अस्तु. प्रथमं स्पन्दः यत् यः अस्ति सः हस्ते शरीरे वा उत्पद्यते किन्तु किन्तु चेष्टा शरीरे एव अस्ति. अत्र शरीरक्रियोः भेदः दर्शितः अस्ति तत् अवगच्छामि किन्तु विवरणं कर्तुं न शक्नोमि यत् मम मनसि शङ्का अस्ति. का शङ्का? का शङ्का? शरीरे या क्रिया उत्पद्यते सा कम्पः इति अत्र दत्तमस्ति. ज्ञानम् इच्छां यत्नं विना शरीरे या क्रिया उत्पद्यते सा कम्पः अस्ति. ज्ञानम् इच्छां यत्नं यत्नेन सह ज्ञानेन इच्छया यत्नेन सह या क्रिया उत्पद्यते सा चेष्टा अस्ति किन्तु तदपि शरीरे एव भवति. अतः सत्यं सत्यं द्वयमपि शरीरे क्रियाद्वयमपि शरीरे एव वर्तते किन्तु अनयोः मध्ये भेदः कः इत्युक्ते यत् स्पन्दः इति उच्यते तत् ज्ञानम् इच्छा यत्नं विना उत्पद्यते. यद् चेष्टा इति उच्यते तत् ज्ञानम् इच्छा यत्नेन पूर्वकमस्ति. तावदेव भेदः. किन्तु शरीरक्रिययोः भेदः दर्शितः नास्ति. द्वयमपि शरीरक्रिया एव. ओके. अहं चिन्तितवती शरीरस्य क्रियायोः क्रियायाः भेदः किन्तु अत्र अस्ति शरीरक्रियोः द्वयोः भेदः. हा हा हा द्वयमपि द्वयमपि शरीरक्रिया एव. सत्यं सत्यं द्वयमपि शरीरक्रिया एव किन्तु शरीरक्रिययोः भेदः इत्युक्ते स्पन्दः अपि शरीरक्रिया चेष्टा अपि शरीरक्रिया एव. किन्तु स्पन्दः इत्युक्ते किम् इति चेत् वदतु भगिनि. अहं किञ्चित् भिन्नरीत्या अवगतवती. शरीरक्रिया पदद्वयम् अस्ति तयोः भेदः किन्तु शरीरस्य सत्यं तत्र षष्ठी तत्पुरुष. शरीरस्य क्रिया शरीरक्रिया तयोः भेदः. द्वयमपि शरीरक्रिया वर्तते किन्तु एकस्य स्पन्दः स्पन्दः इत्युक्ते कम्पः इत्युक्ते पर्यायपद पदानि एव द्वौ अपि. इत्युक्ते यद् यद् ज्ञान इच्छा यत्नपूर्वकम् अस्ति तत् चेष्टा इति ज्ञायते. यत् ज्ञान इच्छा प्रयत्नः नास्ति तत् स्पन्दः इति कथ्यते. तावदेव अत्र समीचीनम्. आमां सरलमेव. अस्तु श्रीराममहोदय भवान् अग्रे पठति वा साभिषेकपदार्थगणनम् इति. अस्तु महोदय श्रूयते वा? हा श्रूयते. सविषयकपदार्थगणनं ज्ञानादीनाम् अस्ति अपरो विशेषः. एते सर्वेपि सविषयकाः विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति घटनिष्ठविषयतानिरूपकं ज्ञानं पटनिष्ठविषयतानिरूपिका इच्छा मठनिष्ठविषयतानुरूपिका कृतिः इति शक्नुमो वक्तुम् एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः क्षम्यतां तत्र वक्तुम् इति अस्ति किल तावत्पर्यन्तं वदतु तदनन्तरं समयः अस्ति चेत् अग्रे अस्तु इदानीं ज्ञानादीनां अस्ति अपरविषयः एते सर्वेपि सविषयकाः विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति ज्ञानं आत्मनः अक्षि इव अर्चिः इव रेस् इव पदार्थे क्षिपति विषयतासम्बन्धः विषयता इति वदति अर्चि सा तद् ज्ञानं विषयता इति वदति घटनिष्ठविषयतानिरूपकं ज्ञानं तत्र महोदय इतोपि समीचीनतया वक्तव्यमस्ति तत्र प्रथमवाक्ये ज्ञानादीनाम् अस्ति अपरः विशेषः इति तत्र आदिपदेन किम् उक्तं ज्ञानादीनां अस्तु ज्ञानं तदनन्तरम् इच्छा प्रयत्नः इति आत्मगुणाः सन्ति विशेषः वर्तते वर्तते इति एव अस्ति प्रतिपादनं सम्यक् न आगच्छति महोदय भवान् प्रयत्नं करोति एवमेव प्रयत्नं कृत्वा एव ममापि आगतं यावत् अहं वदामि समीचीनतया अहमपि वदामि इति न किन्तु यावत् अहं वदामि तदपि एवमेव उक्त्वा उक्त्वा किञ्चिदिव समीकृत्वा एव आगतम् अस्तु इदानीं तत्र विशेषः कः इति उक्तं कः विशेषः विषयः इत्युक्ते तत्र तत्र सम्बन्धः वर्तते केचन सम्बन्धः वर्तते एते सर्वेपि सविषयकाः इति गुणाः सविषयकाः इत्युक्ते किं विषयकसम्बन्धेन सन्ति इति वा न तत्र सविषयकः इत्युक्ते किं भवति अर्थः कः भवति सविषयकः इत्युक्ते ज्ञानं ज्ञानस्य अधिकरणं विषयः भवति तस्य विषयः भवति हा तावदेव एतेषां विषयः भवति कोऽपि विषयः भवति हा ज्ञानं विना विषयः विना ज्ञानं भवति वा विषयं विना ज्ञानं भवति ज्ञानं न भवति इच्छा प्रयत्नः अपि न भवति यस्मिन् कस्मिंश्चित् विषये एव ज्ञानं भवति इति कृत्वा ज्ञानम् अपि च इच्छा एवमेव इच्छा इति नास्ति अहं मम मनसि इच्छा अस्ति इति अहं वदामि चेत् कस्मिन् विषये इति भवान् पृच्छति किल सत्यं इति कृत्वा ज्ञानम् इच्छा प्रयत्नः इति एते त्रयः आत्मगुणाः सविषयकाः अपि च सविषयकाः इति कथं वक्तुं शक्यते इति चेत् तत्र ज्ञानं विषये केन सम्बन्धेन वर्तते विषयतासम्बन्धेन इति कृत्वा वर्तते इति कृत्वा ज्ञानं विषयतासम्बन्धेन विषये वर्तते इति कृत्वा तत्र ज्ञानं तु सविषयकः अस्ति विषयकः अस्ति हा विषयतानिरूपां विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति तत्पूर्वम् अस्माभिः दृष्टं यत् अस्माभिः अक्षि नेत्रतः प्रभा गमिष्यति सा प्रभा घटे वा पटे वा क्षिपति सा प्रभा विषयता इति तद् अस्माभिः पूर्वम् अधीतम् घटनिष्ठविषयतानिरूपकं ज्ञानं विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति घटनिष्ठविषयतानिरूपकं ज्ञानं पटनिष्ठविषयतानिरूपका इच्छा इदानीम् इच्छा निरूपिका इच्छा इच्छा यदा भवता उक्तम् इच्छा अपि सा विषयिका एव विषयिका एव अत्र पटः एव विषयः अतः पटनिष्ठविषयतानिरूपिका इच्छा अस्ति मठनिष्ठविषयतानिरूपिका कृतिः इति प्रयत्नः अत्र प्रयत्नः अपि मठविषये अस्ति सत्यं मठनिर्माणविषये वा महोदय हा मठनिर्माणं इति तस्मिन् मनसि कृतिः आगतः अतः तस्य निर्माणं निर्माणक्रियां सः करोति तदा मठः मठे कृतिविषयतासम्बन्धेन वर्तते इति वक्तुं शक्यते हा इति अस्ति इति तत्र इदानीं तत्र नव आत्मगुणाः सन्ति किल तत्र बुद्धिः इत्युक्ते ज्ञानं सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्म अधर्म भावनाख्यसंस्कारः इति तेषु तत्र ज्ञानम् इच्छा प्रयत्नः इति सविषयकाः इति अत्र उक्तम् एतस्मादुपरि तत्र द्वेषः अपि च भावनाख्यसंस्कारः इति आत्मगुणद्वयमपि सविषयकाः भवन्ति इति अग्रे आयास्यति अतः आहत्य नवगुणेषु पञ्चगुणाः सविषयकाः भवन्ति तत्र सुखं दुःखं धर्म अधर्म इति चत्वारः गुणाः सविषयकाः नास्ति तत्र प्रयत्नस्य अपर पर्यायपदम् अस्ति भावना इत्यपि अत्र गुण भिन्नगुणभावना इति अस्ति इच्छादेश तत्र भावना इति संस्कारस्य नाम अपि भवति भावना इति कृतेः नाम अपि भवति प्रयत्नस्य नाम अपि भवति अतः यत्र अतः एव यत्र यत्र संस्कारः सूचितः संस्कारस्य सूचना अस्माकं विवक्षा अस्ति तत्र भावनाख्यसंस्कारः इति वक्तव्यं केवलं भावना इति वदति चेत् तत्र प्रयत्नः भवति प्रयत्नः इति गुणः भवति अस्तु तर्हि समयः जातः अत्र स्थगयामः अग्रिमसप्ताहे अग्रे सरेम अस्तु महोदय धन्यवादः धन्यवादः धन्यवादः महोदय समीचीनं महोदय